गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। शाब्दबोधखण्डे स्मः। तत्र गते वर्गे विशेषण अन्वयः इति पाठः अधीतः। तत्र नीलं घटम् आनयति चैत्रः इति वाक्यम् वैयाकरणानां मतानुसारं चत्वारि पदानि सन्ति वाक्ये, किन्तु नैयायिकानां मतानुसारं सप्तपदानि सन्ति। नील योगः अम् योगः घट योगः अम् योगः आनय योगः ति योगः चैत्रः। तत्रापि वस्तुतः चैत्र योगः सु इति अष्टपदानि सन्ति इत्येव स्वीकुर्मः। भवतु, तर्हि नील इति पदं नील आश्रयं बोधयति। नील आश्रयः इत्युक्ते कश्चन द्रव्यं यस्मिन् नीलरूपं वर्तते तादृशपदार्थं बोधयति, किन्तु स च पदार्थः कः इति न बोधयति। तस्मादुपरि विद्यमान अम् इति पदं नीले विद्यमान अम् इति पदं किं बोधयति इति चेत् अभेदं बोधयति। तयोः मध्ये नीलम् इति पदस्य यः पदार्थः अस्ति सः एव पदार्थः घट इति पदेनापि उक्तः इति। नीलपदघटपदयोः यः पदार्थः अस्ति तयोः अभेदं बोधयति अम् इति पदम्। किम् अम् इति पदम्? नील इति पदस्य उपरि अनन्तरं यत् अम् इति पदमस्ति तत्पदम् एवं बोधयति। तदनन्तरं घट इति पदं घटपदार्थं बोधयति। तदनन्तरम् अम् इति पदं घटे विद्यमान अम् इति पदं कर्मत्वं बोधयति, एकत्वं बोधयति, अपि च स च कर्मत्वं घटे आधेयरूपेण विद्यते इति आधेयत्वम् अपि बोधयति इति अवगतम्। तदनन्तरं केवलं तावद् नास्ति, इतोपि एकं तत्र आनयनक्रियया तस्य अन्वयः अस्ति। कर्मत्वेन घटपदम् अन्वेति इति कृत्वा आनयनस्य निरूपकः भवति अम् इति पदम् इति कृत्वा चत्वारः विषयाः साधिताः भवन्ति अम् पदेन। प्रथमम् एकत्वं, द्वितीयं कर्मत्वं, वस्तुतः प्रथमं कर्मत्वं, द्वितीयम् एकत्वम्, अपि च आधेयत्वम्, अपि च क्रियया सह निरूपकत्वम्। एतत् सर्वम् अम् पदेन साधिता भवति। तदनन्तरम् आनय इति पदं किं बोधयति इति चेत् वस्तुतः आनयनक्रियां बोधयति। आनय इति पदं धातुप्रकृतिः, क्रियां बोधयति। तस्मादुपरि यः यत् ति इति आख्यातमस्ति तत् किं बोधयति इति चेत् तत्र कृतिं बोधयति। चैत्रे मुख्यविशेष्यः यः अस्ति चैत्रः, मुख्यविशेषः कः इति चेत् प्रथमाविभक्त्यां यत्पदं दृश्यते सः एव मुख्यविशेष्यः। तर्हि चैत्रे विद्यमानकृतिं, कृतिः इति आत्मगुणः, तत् कृतिं बोधयति। केवलं तत् कृतिं न बोधयति, किन्तु कृतौ विद्यमान अनुकूलता, कं प्रति? क्रियां प्रति, आनयनक्रियां प्रति अनुकूलतामपि बोधयति ति इति प्रत्ययः, अपि च वर्तमानकालमपि बोधयति इति त्रयः विषयाः ति इति आख्यातेन उच्यन्ते। तदनन्तरं चैत्र इति पदं चैत्रपदार्थं बोधयति। तस्मादुपरि विद्यमानस्सु इति प्रत्ययः प्रातिपदिकार्थे एव उक्तः इति कृत्वा स्वस्य अर्थः नास्ति, केवलम् अत्र एकवचनम्, एकत्वम् अपि बोधयति इति। एतत् सर्वम् अस्माभिः अधीतम्। एवमेव हरितेन दण्डेन घटं करोति, विदिशे चैत्राय गां ददाति, महतः वृक्षात् पतति फलम् इति सर्वत्र अत्र अधिकरण उदाहरणं दत्तमासीत् किन्तु तदपि अस्माभिः ऊहितुं शक्यते घटः भूमौ वर्तते इति तादृशं न अत्र अत्र तु विशेषणं वक्तव्यं खलु तर्हि बृहती बृहत्यां भूमौ भूमिः इति स्त्रीलिङ्गपदं तर्हि बृहत्यां भूमौ वयं वसेम इति वाक्यं स्वीकुर्मश्चेत् तत्रापि एवं वक्तुं शक्यते अपि च तत्र द्विधा वक्तुं शक्यते इति आचार्येण उक्तं नीलाश्रय अभिन्नः यः घटः तन्निष्टं यत्कर्मत्वं नन्यरूपकः यः धात्वर्थः तदनुकूलताया कृतिः तदाश्रयः चैत्रः इति बोधः भवति तदनन्तरम् एकत्वविशिष्टधर्मनिष्ठकर्मतानुरूपक आनयन अनुकूलवर्तमानकालिककृतिमान् एकत्वविशिष्टः चैत्रः इति अपि वक्तुं शक्यते किन्तु अनयोः मध्ये पूर्वमेव श्रेयान् किमर्थमित्युक्ते तत्र निरूपकसम्बन्धः वदेम खलु नीलाश्रय अभिन्नः यः घटः तन्निष्ठं यत् कर्मत्वम् अतः आदेयत्वसम्बन्धः उक्तः अत्र तन्निरूपकः यः धात्वर्थः तर्हि निरूपकत्वसम्बन्धः उक्तः तद् अनुकूलताया कृतिः इत्यत्र अनुकूलतासम्बन्धः उक्तः पुनः तदाश्रयः चैत्रः इत्यनेन समवायसम्बन्धः उक्तः इति प्रथमवाक्ये सम्बन्धम् अवगन्तुं शक्नुमः इति कृत्वा तदेव श्रेयान् इति ग्रन्थकारेण उक्तम् अस्तु एतत् सर्वं पुनःस्मारणाय मया उक्तम् इदानीं क्रियाविशेषणं क्रियया अपि विशेषणमस्ति क्रियायाः अपि विशेषणमस्ति इति वयं जानीमः तस्मिन् विषये अस्तु मेहुल् महोदय पठति वा क्रियाविशेषणान्वयः आम् क्रियाविशेषणान्वयः द्वितीयं तु धात्वर्थविशेषणबोधकं स्तोकं पचति इत्यत्र स्तोकम् इति द्वितीयान्तम् अच् अत्र पच् धातोः तिङ्विभक्त्यन्तत्वात् धात्वर्थविशेषणवाचकस्य स्तोकपदस्य तदसम्भवात् तस्य नियता द्वितीया विभक्तिरेव द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते इति वार्तिके अन्यत्र इति उल्लेखात् भवति क्रियाविशेषणानां नियतं द्वितीयैक एक द्वितीयैकवचनमित्यर्थः अस्तु अर्थस्तु पूर्वोक्त एव अभेदः परन्तु इह धात्वार्थे तदन्वयः तथा स्तोकं पचति चैत्रः इत्यत्र स्तोकाभिन्नपाकानुकूलकृतिमान् चैत्रः इति बोधः अस्तु अन्यत् टिप्पणी अस्ति अन्यत्र ज्ञानविशेष्यम् आदौ उल्लिख्य ज्ञानाकारः निरूप्यते इह परं मुख्यविशेष्यत्वबोधनाय कर्त्रादीनाम् अवसाने उल्लेखः अस्तु अधुना क्रियायाः विशेषणम् अस्ति तस्य उदाहरणमस्ति अत्र स्तोकं पचति इति तत्र स्तोकम् इति द्वितीया विभक्त्यन्तं पदमस्ति तत्र अत्र एतस्मिन् वाक्ये धात्वर्थविशेषणबोधकस्य उदाहरणमस्ति अत्र पच् धातोः अनन्तरम् अत्र तिङ् इति प्रत्ययः अस्ति तिङ्विभक्त्यन्तत्वात् अस्तु पच् धातोः तु विभक्ति नास्ति खलु पच् धातोः केवलं तिङ् इति एव अस्ति तस्यापि नाम विभक्तिः एव ओ इति वा आमां व्याकरणे तस्यापि नाम सुप्तिङ् उभयोः नाम विभक्तिः इत्येव अतः अत्र पच् धातोः तिङ् अपि च तिङ्गन्तम् अस्ति अपि च विभक्त्यन्तम् अस्ति अतः धात्वर्थविशेषणवाचकस्य स्तोकपदस्य अत्र स्तोक इति पदं धात्वर्थविशेषणवाचकपदमस्ति तदसम्भवात् अस्तु तदसम्भवात् तद् न भवति एव किं न भवति स्तोकपदम् इति धात्वर्थविशेषणवाचकपदं न भवति न इति नास्ति पुनः तद्वाक्यम् एकवारं पठतु अत्र पच् धातुः तिङ् विभक्त्यन्तत्वात् एकनिमिषम् अच् अत्र अत्र इत्युक्ते कुत्र अत्र इत्युक्ते स्तोकं पचति इत्यत्र उत्तमं स्तोकं पचति इति वाक्यं तस्मिन् वाक्ये पच् धातोः तिङ् विभक्ति अन्तसत्वात् विभक्ति अन्तत्वात् पचति इत्यत्र ति इति प्रत्ययः दृश्यते खलु तिङन्तं दृश्यते अतः पचति इति तिङन्तपदम् किन्तु स्तोकम् इति इदानीं किं स्तोकं पचति इत्यत्र स्तोकमिति किम् स्तोकम् इत्युक्ते शनैः शनैः इति अस्ति न तस्य अर्थः किन्तु वाक्ये व्याकरणरीत्या स्तोकम् इति कीदृशपदमस्ति इति तु ओ व्याकरणरीत्या विशेषणपदम् अस्ति कस्य विशेषणं पच् पच् क्रियायाः विशेषणं क्रियाविशेषणं खलु क्रियाविशेषणं सत्यं हा तर्हि क्रियाविशेषणस्य तिङ् प्रत्ययः भवति वा न न भवति तदेव अत्र लिखितं धात्वर्थविशेषणवाचकस्य स्तोकपदस्य तदसम्भवात् तदसम्भवात् इत्युक्ते तिङ् विभक्त्यन्त तिङ् विभक्त्यन्त असम्भवात् असम्भवात् तत्र न भवति यद्यपि धातोः एव विशेषणमस्ति तथापि विशेषणस्य क्रियाविशेषणस्य तिङ्विधानं नास्ति क्रियाविशेषणस्य तस्य असम्भवात् तस्य असम्भवात् तस्य नियता द्वितीया विभक्तिरेव अत्र वार्तिकमस्ति तेन वार्तिकेन अत्र स्तोकपदस्य नियत द्वितीया इत्युक्ते सर्वदा द्वितीया विभक्ति एव भवति सत्यम् अत्र वार्तिकमस्ति द्वितीयां रेडितान्तेषु ततोऽन्यत्रापि दृश्यते इति वार्तिकम् अन्यत्र इति उल्लेखात् भवति अस्तु तर्हि एतेन वार्तिकेन एव स्तोकपदस्य नियतद्वितीया भवति एव न तु कारणं यत् विशेषणम् अस्ति यतः पचति पच् इत्यस्यापि तिङ्विभक्त्यन्तम् अस्ति पच् इति तर्हि तस्य एव विशेषणं स्तोकपदमस्ति तर्हि अतः एव तस्य द्वितीया भवति इति नास्ति परन्तु एतेन वार्तिकेनैव भवति नियतद्वितीया हा इति अस्ति किमर्थमित्युक्ते अत्र तिङन्त धात्वर्थबोधकपदं तिङन्तमस्ति किन्तु तादृशतिङन्तं क्रियाविशेषणेन भवितुमर्हति इति कृत्वा द्वितीयाम्राडे आम्रेडितान्तेषु ततः अन्यत्रापि दृश्यते इति वार्तिकेन नियतद्वितीया विभक्ति एव भवति सर्वदा द्वितीया एकवचने एव भवति तदपि द्वितीय एकवचनं हा तदेव अग्रिमं वाक्यं क्रियाविशेषणानां नियतं द्वितीय एकवचनम् इत्यर्थः सर्वदा क्रियाविशेषणं यदस्ति पदं तस्य सर्वदा द्वितीय एकवचनम् एव भवति अस्तु आम् तस्य अर्थः हा तस्य अर्थः कः इत्युक्ते पूर्वोक्त एव अभेदः द्वितीयान्त द्वितीय एकवचन एकवचनम् इति प्रत्ययस्य क्रियाविशेषणस्य सर्वदा अम् इति प्रत्ययः एव भवति इति एकम् अपि च अम् प्रत्ययस्य अर्थः कः इति चेत् अभेदः तयोः मध्ये अभेदः इह धात्वार्थे तदन्वयः इति अस्ति अतः अत्र पच् इत्यनयोः पच् इति धातोः अपि च स्तोक इति धात्वार्थविशेषणवाचकपदस्य अन्योः तयोः मध्ये अभेदः इति अम् इति प्रत्ययेन सूचयति स्तोक इति शब्देन इति पदेन यः पदार्थः उक्तः सः एव पदार्थः पच् इति धातुना अपि उक्तः इति अभेदः यथा नील इति पदेन यः नीलाश्रयः उक्तः घट इति पदेन यः घटपदार्थः उक्तः तयोः मध्ये अभेदः भवति तथा अत्र स्तोक इति पदस्य पदेन यः उक्तः, अत्र यः उक्तः कः उक्तः इति चेत् क्रिया धातुः एव उक्तः खलु, क्रिया एव उक्ता. स एव पच् इति धातुना अपि उक्ता सा एव. अस्तु अग्रे. परन्तु तथा स्तोकं पचति चैत्रः इत्यत्र स्तोक अभिन्नपाकानुकूलकृतिमान् चैत्रः इति बोधः. अत्र तर्हि स्तोक अपि च पचनक्रिया इत्यनयोः मध्ये अभेदः अस्ति. अतः स्तोकभिन्न स्तोकाभिन्नपाक इति कृतिः भवति. तादृशकृति अनुकूल कृतिमान् यः अस्ति सः चैत्रः इति बोधः जायते एतेन वाक्येन, स्तोकं पचति चैत्रः इत्यनेन. तर्हि अत्र चैत्रे विद्यमानकृतिः सविषयकपदार्थः अस्ति. मयि कृति वर्तते इति चेत् कस्मिन् विषये इति चेत् पचनक्रियायां कृति वर्तते. कृतेः विषयः पचनक्रिया, केवलं पचनक्रिया नास्ति, स्तोक अभिन्नपाकक्रिया. इत्युक्ते स्तोकम् अपि अत्र कृतेः विषयः अस्ति. Not only do I want to cook, but I want to cook slowly. इति तादृशविषयः, विषयद्वयमस्ति कृतौ. तादृशकृतिमान् चैत्रः इति बोधः. अस्तु, अत्र टिप्पण्यां किं लिखितमस्ति? अन्यत्र ज्ञानविशेष्यम् आदौ उल्लिख्य ज्ञानाकारः निरूप्यते. अस्तु, तर्हि अन्यत्र यदा पश्यामः चेत् प्रथमतया अन्यत्र इत्युक्ते कुत्र? इत्युक्ते अत्र विश् नीलं घटम् इत्यत्र तादृश अन्यत् विशेषणान्वयः वाक्यः अस्ति तत्र. न, इति नास्ति. अन्यत्र इत्युक्ते लोके सामान्यव्यवहारः. अत्र कथं सामान्यतया अत्र स्तोकं स्तोक अभिन्नपाकानुकूलकृतिमान् चैत्रः इति वाक्यं लोके कथम् उच्यते? स्तोकं पचति इति स्तोक चैत्रः स्तोकं पचति इति एव वदामः खलु? इत्येव वदामः. आं सत्य, इति एव वदामः. लोके तादृशप्रयोगः एव भवति. एवं कोऽपि न वदति स्तोक अभिन्न पाक अनुकूलकृतिमान् चैत्रः इति न वदति. सत्यं, चैत्रः स्तोकं पचति इति भवति वाक्यं खलु? आं सत्यं. तर्हि अत्र पश्यतु, चैत्रः स्तोकं पचति इत्यत्र मुख्यविशेष्यः कः? मुख्यविशेषः इति नास्ति, ज्ञानम्. इदानीं ज्ञानस्य आकारः अस्ति चैत्रः स्तोकं पचति इति ज्ञानस्य आकारः. तत्र ज्ञानस्य त्रयः विषयाः भवन्ति खलु, प्रकारः, विशेष्यः, संसर्गः इति. अस्मिन् ज्ञाने चैत्रः स्तोकं पचति इत्यस्मिन् ज्ञाने विशेष्यः कः? चैत्रः. उत्तमम्. चैत्रः इति विशेष्यः. प्रकारः कः? प्रकारः तु तत्र पच् इति अस्ति, स्तोकम् इति अपि अस्ति खलु, स्तोकम्. किन्तु प्रकारः कः इति स्पष्टतया वदतु. स्तोकम् इति नास्ति, केवलं स्तोकम् इति नास्ति, पच् इति अपि खलु, पच्. किन्तु केवलं पच् इति न वक्तव्यं. पच् इत्यनेन किम् उक्तम्? पाकानुकूलकृति. तत्सर्वम् इदानीं त्यजतु. लोके लोके चैत्रः पाकं पचति इति लौकिकवाक्यं यदस्ति इति ज्ञानम्. अहं चैत्रं पश्यामि, प्रत्यक्षेन चैत्रः स्तोकं पचति इति मया ज्ञातं. तर्हि चैत्रः स्तोकं पचति इति ज्ञानस्य आकारः. ज्ञानस्य आकारः इत्युक्ते ज्ञानस्य वर्णनवाक्यमस्ति चैत्रः स्तोकं पचति इत्यत्र. अत्र मुख्यविशेष्यः नास्ति, विशेष्यः अस्ति चैत्रः. किमर्थं चैत्रः विशेष्यः? किमर्थं श्रूयते महोदय, भग्नः जातः ध्वनिः. चैत्रः किमर्थं विशेष्यः, किमर्थं चैत्रः प्रकारः न? अस्तु, चैत्रः एव पचनक्रिया करोति, अपि च किञ्चित् विशिष्टरीत्या अपि करोति, न तु तत् त्यजतु. इदानीं तोकम् इत्यत्र किं न चिन्तयतु, तदनन्तरम् आनयामः. चैत्रः पचति इति वाक्यं स्वीकरोतु, तोकं पचति इति अनन्तरम् आनयामः. तर्हि चैत्रः विशेष्यः चैत्रे एव प्रथमान्तेन उक्तः इति कृत्वा वा? न न न, नास्ति. इदानीं लोकस्य विषये अहं चिन्तयन् अस्मि. लोकस्य प्रथमान्ते प्रथमान्त उक्तपदमेव मुख्यविशेषः भवति इति नैयायिकानां लोके, किन्तु इदानीं सामान्यव्यवहारः भवति तस्मिन् विषये. सामान्यचिन्तनम् इदानीं. हा सत्यम्, अन्यत्र इति उक्तं खलु, अन्यत्र इत्युक्ते लोके इति अर्थः. तर्हि किमर्थं चैत्रः विशेष्यः? चैत्रे एव पचनक्रिया जायते खलु, सः एव क्रियां करो. इत्युक्ते चैत्रे क्रिया भवति वा, नो चेत् क्रियायां चैत्रः भवति वा? न, चैत्रे क्रिया भवति इति मन्ये. किमर्थं विपरीतरीत्या न भवति? यदि चैत्रः नास्ति चेत् क्रियां न भवति. चैत्रः तत्तु सत्यं, किन्तु नैयायिकभाषया वक्तव्यं चेत् चैत्रः इति द्रव्यं खलु, क्रिया इति अन्यपदार्थः अस्ति. क्रिया एव द्रव्यमेव सर्वेषाम् अधिकरणं भवति खलु. द्रव्यमेव द्रव्यस्य अन्यस्य द्रव्यस्य अपि च अन्येषां पदार्थानाम् अधिकरणं सर्वदा द्रव्यमेव भवति. अतः क्रिया एव चैत्रे भवति, न तु यदा कदापि चैत्रः क्रियायां न भवति. द्रव्यं कदा यदा कदापि क्रियां न भवति, क्रियायां न भवति. क्रियायां न भवति, द्रव्ये एव क्रिया भवति. सत्यं खलु, अतः क्रियायामेव आधेयता भवति. अधिकरणत्वं केवलं द्रव्ये एव भवति. इति कृत्वा चैत्रः पचति इत्यत्र चैत्रः एव विशेष्यः भवति द्रव्यत्वात्. तर्हि अत्र महोदय श्रूयते किम्? श्रूयते, श्रूयते. प्रकारः कः? प्रकारः चैत्रः इति विशेष्यः. इदानीमेव उक्तं खलु महोदय, क्रिया एव पचति द्रव्ये भवति इति उक्तं खलु. आमां, पचति इति विशेषः क्रिया इति एव. पचनक्रिया प्रकारः अस्ति. प्रकारः, प्रकारः सत्यम्. संसर्गः कुत्र अस्ति? संसर्गः चैत्र अपि च पचनक्रियायाः इत्यनयोः मध्ये सम्बन्धः, तर्हि संयोगसम्बन्धः इति. हरिः ओम्. क्रिया केन सम्बन्धेन द्रव्ये भवति? क्रिया समवायसम्बन्धेन द्रव्ये वर्तते. क्रिया क्रियावतोः, गुणगुणवतोः, विशेषसामान्य सामान्यव्यक्त्योः मध्ये, विशेषपदार्थयोः मध्ये इति अवयव अवयविनोः मध्ये पञ्चस्थलेषु समवायसम्बन्धः एव भवति खलु. इति कृत्वा चैत्रः पचति इति ज्ञानस्य आकारः अस्ति चेत् तत्र द्रव्यत्वात् चैत्रः एव विशेष्यः भवति, क्रियाप्रकारः भवति, तयोः मध्ये समवायसम्बन्धः, समवायसम्बन्धे संसर्गः भवति. समवायसम्बन्धः संसर्गः, सम्बन्धे नास्ति, समवायसम्बन्धः संसर्गः भवति. समवायसम्बन्धे स संसर्गता ज्ञानं संसर्गतासम्बन्धेन समवायसम्बन्धे अस्ति, प्रकारतासम्बन्धेन पचनक्रियायाम् अस्ति, विशेष्यतासम्बन्धेन चैत्रे अस्ति, खलु? तर्हि अन्यत्र इत्युक्ते लोके ज्ञानविशेष्यान् आदौ उल्लिख्य अत्र कथं लिखामः? ज्ञानस्य विशेष्याः ये, चैत्रः इति विशेषः खलु, चैत्रः पचति इति एव लिखामः, चैत्रः पचति इति एव लिखामः खलु, अथवा चैत्रः स्तोकं पचति, इदानीं स्तोकम् इति पदं योजयितुं शक्यते, तत्रापि प्रकारता वर्तते, इत्युक्ते प्रकारता पचनक्रियायां वर्तते, पुनः स्तोकम् इति पचनक्रियायां वर्तते, तदपि प्रकार अवच्छिन्न अवच्छेदकः भवति, क्रियायाः अवच्छेदकः भवति, भवतु. तर्हि अन्यत्र ज्ञानविशेष्यम् आदौ उल्लिख्य ज्ञान आकारः निरूप्यते, चैत्रः पचति इति एव लोके वदेम, सत्यं प्रथमतया. किन्तु इह इह इत्युक्ते कुत्र? इह इत्युक्ते अत्र अत्र अत्र इह परम् इत्युक्ते अधुना अग्रे यद्विवरणं ददाति तत्र इति. न न नैयायिकानां लोके इह इत्युक्ते नैयायिकानां लोके न्यायशास्त्रे नैयायिकानां लोके मुख्यविशेष्यत्वबोधनाय कर्त्रादीनाम् उल्लेखः अवसाने उल्लेखः. अत्र वाक्यं कथमस्ति? अन्ते एव उल्लेखः. वाक्यमेकवारं पठतु. इह परं मुख्यविशेष्यत्वबोधनाय उपरि उपरि अस्ति खलु, स्तोक अभिन्न पाक अनुकूल कृतिमान् चैत्रः. तत्र चैत्रः इति अवसाने अस्ति, अन्तिमम् कर्त्रादि इत्युक्ते कर्ता अथवा करणम् अथवा यत् किमपि कारकम् अस्ति तस्य उल्लेखः अन्ते एव अस्ति वाक्यस्य. वस्तुतः अत्र यत्किमपि इति न वक्तव्यं, किमर्थम् इत्युक्ते कीदृशप्रयोगः सन्ति, त्रिविधप्रयोगः वे एव सन्ति खलु, कर्तरिप्रयोगः कर्मणि प्रयोगः भाव्यप्रयोगः. सत्यं. तर्हि करणं यदा कदापि अन्ते न भवति, कर्तरिप्रयोगे कर्ता अन्ते भवति, कर्मणि प्रयोगे अग्रे आयास्यति कर्मणि प्रयोगः कथम् इति, कर्मणि प्रयोगे कर्म एव अन्ते भवति, भावे प्रयोगे भावः अन्ते भवति अवसाने भवति, करणादिकं तु आरम्भे एव भवति. बुध्यते खलु, तत्र आदिपदेन कर्म वा भावः वा स्वीकरणीयः, कर्ता कर्म अथवा भाव. हा, किमर्थमिति चेत् त्रयः प्रयोगः एव सन्ति, कर्तरिप्रयोगः कर्मणि प्रयोगः भावे प्रयोगः इति अत्र लिखितमस्ति. इत्युक्ते चैत्रः स्तोकं पचति इति एव इति वाक्यं यद् लोके प्रयुज्यते इति ज्ञानस्य आकारः लोके यदा वदेम तादृशं नैयायिकाः न वदन्ति. शोकाभिन्नपाकानुकूलकृतिमान् चैत्रः इति ते वदन्ति. किमर्थं ते तादृशं वदन्ति इति चेत् किमर्थम् एतादृशं वदन्ति नैयायिकाः? अत्र स्तोक अपि च पचनक्रिया इत्यनयोः मध्ये अभेदः अस्ति, अपि च चैत्रः तादृश अत्र सर्वं प्रथमावृत्त्यां यदस्ति सः एव मुख्यविशेष्यः इति नैयायिकानां मतानुसारम् अस्ति. अतः चैत्रः इत्यस्य पदेन मम प्रश्नस्य उत्तरं वदति वक्तव्यं चेत् किं वदति? किमर्थम् एतादृशम् एतादृशम् इत्युक्ते चैत्रः मुख्य ज्ञानस्य विशेष्यं यदस्ति तत् किमर्थम् अन्ते अवसाने लिखन्ति इति प्रश्नः. तस्य एकेन पदेन उत्तरम् अत्रैव अस्ति उत्तरम्. इह परम् एकवारं पुनः पठतु. परं मुख्यविशेष्यत्वबोधनाय तावदेव तावदेव मुख्यविशेष्यत्वबोधनाय मुख्यविशेष्यत्वं कुत्र अस्ति इति बोध्यं तादृशं ते लिखन्ति. अन्ततो गत्वा वाक्ये विद्यमानपदानाम् अन्वयः कुत्र भवति इति चेत् चैत्रे मुख्यविशेष्ये अन्वयः करणीयः. मुख्यविशेष्ये तस्मिन्नेव कृतिः अस्ति, तस्यां कृत्याम् अनुकूलता अस्ति, तया अनुकूलतया क्रिया जायते, अपि च अन्यानि कारकाणि क्रियया सह अन्वेति. तर्हि किमर्थं नैयायिकाः एवं लिखन्ति इति चेत् मुख्यविशेष्यत्वबोधनाय इति उत्तरम्. बुद्ध्यते खलु? उत्तमम्, अस्तु अग्रे गच्छेम. तर्हि इतः परं न्याय अत अस्मिन् पुस्तके एतादृशमेव वाक्यं भवति, चैत्रः पचति, चैत्रः चोकं पतचि शोकं पचति इति वाक्यं ते लिखन्ति. शोकाभिन्नपाकानुकूलकृतिमान् चैत्रः इति एव ते लिखन्ति. किमर्थम् एतादृश अत्र दक्षिणप्राणायामं ते कुर्वन्ति इति चेत् मुख्यविशेष्यताबोधनाय. कथं तत्र मुख्यविशेष्यत्वम् आगतम् इति चेत् चैत्रे एव कृतिः अस्ति इति कृत्वा सः एव मुख्यविशेषः भवति. कृतिद्वारा एव क्रिया जायते, क्रियायाम् अन्यानि कारकाणि अन्वेति. किन्तु वैयाकरणाः अत्र क्रियामेव स्वीकुर्वन्ति प्रथमं. तर्हि क्रियापदं स्वीकृत्य कः करोति, किं करोति, केन करोति, कस्मै करोति, कस्मात् करोति, कस्मिन् करोति इति प्रश्नान् उक्त्वा तत्र क्रियया सह अन्वयः तैः क्रियते. किन्तु नैयायिकाः तत्र मुख्यविशेषः यदस्ति तद् अन्ते स्थापयित्वा तस्मिन्नेव कृतिः विद्यते इति कृत्वा तस्मात् पूर्वं क्रिया, तदनन्तरम् अन्यानि कारकाणि यथा वैयाकरणाः वदन्ति तथैव अत्रापि. अस्तु समीचीनं महोदय. अग्रे सत्यभाम भगिनी पठति किम् अस्य च? पठामि. अस्य च अकर्मकधातुर्योगे अपि सम्भवः. सुगं सुपिति इत्यत्र धातोः अकर्मकत्वात् शुद्धविजातीयव्यापारबोधकता, अतः एव फलस्य धातुना अबोधनात् धातुना अबोधनात् तदाश्रयः अपि नास्ति इति अकर्मकः अयम्. द्वितीयान्तं तु सुखमिति पदं क्रियाविशेषणम्, अतः सुखाभिन्नस्वभाश्रयः इति बोधः. अस्मिन् परिच्छेदे अध अकर्मकधातुर्योगे अपि सम्भवः. क्रियाविशेषणम् इति अकर्मकधातुर्योगे अपि भवति इति सुखं स्वपिति इत्यत्र धातोः स्वप् इति अकर्मकः अकर्मकः धातुः अस्ति. किमर्थमत्र भगिनी? आं महोदय, अत्र इतोपि किञ्चित् चिन्तनीयं भवत्या. अस्य च अकर्मकधातुयोगे अपि सम्भवः. अपि सम्भवः इति अपि शब्दः किमर्थमत्र उक्तम्? अकर्मकधातुर् व्यापारः एव उक्तः, अत्र क्रियाविशेषणम् आपतति वा इति प्रश्नः वा? न न, अस्य च अकर्मकधातुयोगे अपि सम्भवः. अस्य इत्युक्ते कस्य? क्रियाविशेषणस्य. उत्तमं, क्रियाविशेषणस्य च अकर्मकधातुयोगे अपि सम्भवः. किमर्थमत्र अपि शब्दः प्रयुक्तः? केवलं सकर्मकधातोः इति नास्ति, अकर्मकधातोः अपि इति. सत्यं, किन्तु किमर्थम् अत्र अपि अकर्मकधातोः अपि भवति इति किमर्थम् प्रश्नः किमर्थं प्रश्नः उदेति? अकर्मकधातु केवलव्यापाराश्रयः इति नास्ति. स्वप्न इति व्यापारः अस्ति चेत् क्रिया एव खलु? न बुद्धं तत् किमस्ति? तर्हि तत् चिन्तनीयम् अत्र. अहं तादृशं पदस्य महत्त्वमस्ति. अस्तु, अत्र स्तोकम् इत्यत्र कः प्रत्ययः अस्ति? अम् इति प्रत्ययः, द्वितीया प्रत्ययः. सामान्यतया द्वितीया किं बोधयति? कर्मत्वं बोधयति वा? हा, खलु. अम् इति प्रत्ययः सामान्यतया कर्मत्वं बोधयति. तर्हि तत् श्रुत्वा इदानीं कस्यचित् शिष्यस्य मनसि प्रश्नः आगतः, तर्हि अम् इति प्रत्ययः कर्मणि द्वितीया इत्यनेन सामान्यतया कर्मत्वमेव बोधयति, तर्हि अकर्मकधातुभिः योगे अकर्मकधातुयोगे अम् इति प्रत्ययः क्रियाविशेषणस्य भवति वा इति प्रश्नः. अकर्मकधातुः अस्ति, कर्म नास्ति खलु? कर्म नास्ति. कर्म नास्ति इति कृत्वा द्वितीया प्रथमा द्वितीया एकवचनप्रत्ययः कथं वा स्यात्? सामान्यतया अम् इति प्रत्ययः कर्मत्वमेव बोधयति, अकर्मकधातोः कर्म एव नास्ति. तर्हि अत्रापि यदि अकर्मकधातुः धातुभिः सह क्रियाविशेषणं वक्तव्यं तदा तादृशक्रियाविशेषणस्यापि अम् इति प्रत्ययः कथं वा स्यात् इति प्रश्नः. इदानीम् अवगतम्. हा, इति किञ्चित् चिन्तनीयम् न भवती इदानीम् अभ्यासमेव कुर्वन्ती अस्ति, भवतु. किन्तु प्रत्येकं पदस्य अस्य च अकर्मकधातुयोगे अपि सम्भवः. किमर्थमत्र आचार्येण अपि इति पदं प्रयुक्तं? तत्तु भवत्येव खलु. प्रश्नः कः इति चेत् एतादृशं चिन्तनीयम्. ओ, अत्र अम् इति सामान्यतया कर्मत्वबोधकप्रत्ययः अस्ति, तत्र द्वितीयाम्राडितेन्तुषु तत्र अन्यत्रापि दृश्यते इति वार्तिकेन क्रियाविशेषणे भवति. अकर्मधातोः का गतिः? कर्ममेव नास्ति, कर्मेव नास्ति इति प्रश्नः. तथा तदर्थं सः वदति यद्यपि अकर्मकधातुः अस्ति तथापि अम् इति प्रत्ययः तस्य अकर्मकधातुक्रियाविशेषणस्यापि भवति. अस्तु, अग्रे. सुखं सुखं सोपिति इत्यत्र धातोः अकर्मकत्वात् शुद्धविजातीयव्यापारबोधकता. अस्तु, अतः एव फलस्य धातुना अबोधनात् तदाश्रयः अपि नास्ति अकर्मकः अयम्. अत्र फलं न बोधयति, अतः तदाश्रयः अपि नास्ति इति इति अपि न वक्तुं शक्यते. द्वितीयान्तं तु सुखम् इति पदं क्रियाविशेषणम् अवगच्छति खलु? आम् आम् जानाति. यतो हि अकर्मः धातुः अस्ति, अतः केवलव्यापार स्वप् इति स्वप् इति धातुः अकर्मकधातुः. किमर्थम् अकर्मकधातुः? तत् फलम् अपि च क्रियाद्वयम् एकत्र एव आपतति, फलम् अन्यत्र नास्ति. अस्माभिः व्याकरणवर्गे अधीतं, किन्तु अत्र किं लिखितम्? अत्र केवलव्यापारमेव बोधयति इति. अबोधनात् अबोधनात् अत्र स्वप् इति धातुः फलं न बोधयति, फलं नास्ति इति नास्ति. किन्तु स्वप् इति धातुः फलं न बोधयति इति कृत्वा तद् आश्रयः फलाश्रयस्य एव कर्मत्वं भवति खलु? फलाश्रये कर्मत्वं भवति इति कृत्वा अत्र अकर्मकः अयं धातुः फलं न बोध्यते इति कृत्वा. अस्तु, अग्रे. द्वितीयान्तं तु सुखम् इति पदं क्रियाविशेषणम्. सुखम् इति द्वितीयान्तपदम् अस्ति, तत् क्रियाविशेषणम्. अतः सुखाभिन्नस्वपाश्रयः इति बोधः. इदानीं सुखम् इति पदेन अभेदः इति अर्थः अधः सुखाभिन्न पात्रयः पदेन अभेदः इति कृपया मा वदतु समीचीनं स्पष्टतया वक्तव्यं सुखम् इति सुखम् इति पदेन अत्र सुखम् इत्यत्र पदद्वयं वर्तते सुखपदस्य उत्तरवर्ति अम्पदेन क्रियाविशेषणम् अभेदः इति अर्थः क्रियायाः विशेषणम् न सुखम् इति सम्पूर्णवाक्यं क्रियाविशेषणम् किन्तु तस्मिन् वाक्ये पदद्वयमस्ति सुख अपि च अम् तत्र अम् इति प्रत्ययस्य द्वितीयान्तप्रत्ययस्य अर्थः अस्ति अभेदः तावत् स्पष्टता अवश्यम् हा इति स्पष्टतया वक्तव्यम् इदानीं वदामि अस्तु तर्हि कयोः मध्ये अभेदः कयोः मध्ये इत्युक्ते सोपिति इति क्रियायाः अपि च सुखम् इति पदस्य इति वा निद्राव्यापारस्य अपि च अम्पदस्य खलु महोदय किन्तु अत्र किं लिखितम् अतः सुखा अभिन्नस्वपाश्रयः इति बोधः सत्यम् इत्युक्ते सुख इति पदेन यः पदार्थः उक्तः स च पदार्थः कः इदानीं सोपति इति पदार्थस्य नाम सप्तपदार्थाः सन्ति खलु तत्तु क्रिया हा इति वदतु क्रिया सुख इति पदस्य यः सुख इति पदेन यः पदार्थः उक्तः अपि च स्वप् इति पदेन यः पदार्थः उक्तः तयोः मध्ये अभेदः स च पदार्थः कः इति चेत् क्रिया तर्हि उभयोः तत्र अभेदः जातः इति कृत्वा सुखं स्वपिति इति वाक्यं श्रुत्वा कः बोधः जायते सुखे अनयोः मध्ये भेदः नास्ति क्रियाभिन्नः इति वक्तव्यं वा न इति कृत्वा तत्र भेदः जातः इति कृत्वा कीदृशबोधः जायते सुखं स्वपिति इति लोके व्यवहारः किन्तु नैयायिकलोके कथं तस्य व्यवहारः करणीयः सुखाभिन्न स्वपाश्रयः कृतिमान् इति स्वपाश्रयः कृतिमान् वा स्वपाश्रयः यः भगिनी स्तोक अभिन्न पाकानुकूलकृतिमान् चैत्रः इति यथा आसीत् तथा अत्र वदतु सुखाभिन्न स्वपाश्रयः कृतिमान् चैत्रः इति वक्तव्यम् अहं वदामि सुखाभिन्न स्वपाश्रय निद्रानुकूलकृतिमान् इति वक्तुं स्वपाश्रयः व्यापारानुकूल स्वपानुकूलकृतिमान् इदानीं सुखाभिन्न स्वपानुकूलकृतिमान् चैत्रः अथवा आश्रयः चैत्रः इति इति एव वक्तव्यं सुखाभिन्न स्वपानुकूलकृतिमान् चैत्रः इति बोधः जायते अत्र किञ्चित् भिन्नरीत्या लिखितं सुखाभिन्न स्वपाश्रयः इति लिखितम् आश्रयः इत्यनेन चैत्रः इति चेत् चैत्रः एव किमर्थं चैत्रः इति चेत् तस्मिन्नेव अनुकूलकृतिः वर्तते अनुकूलाकृतिः वर्तते इति कृत्वा अस्तु अग्रे क्रियाविशेषण अतिरिक्तानां विशेषणवाचकानां नीलादिपदानां हि एवं स्वभावः यद् तदर्थस्य न धात्वर्थ धात्वर्थान्वयित्वम् यद् तदर्थस्य न धात्वर्थान्वयित्वं किन्तु धात्वर्थान्वयी यद् कारकं तद् विशेषणं यः घटादिप्रकृत्यर्थः तद् विशेषणे विभक्तिं बोधिते अभेदे प्रकारत्वं नीलं घटं स्पृशति चैत्रः क्रियाविशेषण अतिरिक्तानां तत्क्रियाभिन्न अत्र विशेषणद्वयं वयं पठितवन्तः तत्र एकं क्रियाविशेषणं द्वितीयम् अस्ति क्रियाभिन्नविशेषणम् इति सो अत्र क्रियाभिन्नविशेषणानां विषये आगतं क्रियाविशेषण अतिरिक्तानां विशेषणवाचकानां गुणादीनां नीलादिपदानां हि एवं स्वभावः तद् न धात्वत्व अन्वयित्वं किन्तु धात्वत्व अन्यै यत् कारकं तत् विशेषणं यः घटादिपदार्थः महोदय भवान् पृच्छतु अहं वदामि अत्र वस्तुतः नूतनं किमपि नास्ति खलु नास्ति क्रियाविशेषणस्य अन्वयः क्रियया भवति किन्तु अन्येषां विशेषणानाम् अन्वयः कुत्र भवति धात्वत्वे न भवति किन्तु कारके भवति इति यत् कारकार्थं तदेव वयं कारकेषु भवति खलु तदेव वयं पूर्वं पठितवन्तः खलु सम्प्रदानं तत्सर्व अत्र आगच्छति खलु सत्यं सत्यं तदेव अत्र अतः नूतनविषयः किमपि नास्ति किमपि न प्रष्टव्यः किमपि न वक्तव्यं केवलम् अत्र निगमनं कृतं क्रियान् क्रियाविशेषणस्य क्रियया सह अन्वयः किन्तु नामविशेषणस्य अन्येषां विशेषाणाम् अन्वयः कुत्र भवति इति चेत् तेषु नो चेत् तत्तत् कारकेन भवति तेन कारकेण भवति अन्वयः एकः प्रश्नः महोदय क्रियाविशेषणं यदि वदामः चेत् तद् धात्वर्थे आपतति खलु सत्यम् अन्ये क्रिया भिन्नः अस्ति चेत् तत्तु नामप्रकृत्याम् आगच्छति सत्यं तदेव किन्तु क्रियाविशेषणं स्वयं नामप्रकृतिः वा धातुप्रकृतिः वा क्रियाविशेषणं स्वयं नामप्रकृति नीलं स्तोकं नीलमिति मा वदतु स्तोकं सुखं स्तोकं सुखं शीघ्रम् इत्यादयः स्वयं नामप्रकृतिः सुख नामप्रकृतिः धातुप्रकृतिः नास्ति किन्तु तस्य अन्वयः धातुप्रकृत्या सह एव भवति क्रियाविशेषणस्थले सत्यम् अन्यानि विशेषणानि कारकेषु भवति कारकैः सह भवति अस्तु अग्रे तद्विशेषणे विभक्तिबोधिते अभेदे प्रकारत्वं नीलं खडं स्पृशति चैत्रः अस्तु अत्र एकमेव किञ्चित् अवगन्तव्यं तद्विशेषणेभ्यः घटादिप्रकृत्यर्थः तद्विशेषणे विभक्तिबोधिते अभेदे प्रकारत्वम् इत्यस्य अर्थः कः तत्र तस्य भागस्य एव अर्थः कः अभेदे प्रकारत्वम् इत्यनेन इदानीं नीलं खडः इति यदि वदामः अत्र अं नीलपदोत्तरवर्ति अम्पदेन अभेदः अर्थः उक्तः तत्र एव प्रकारता आगच्छति इति उत्तमं तर्हि अं प्रत्ययः इति वदेमश्चेत् तत्र अर्थाः वदेमः खलु एकत्वम् इत्यादिकं तादृशम् अत्र अभेदे प्रकारः अस्ति प्रकारः अस्तु नीलं घटं स्पृशति चैत्रः चैत्रः नीलाश्रयः अभेदः नीलाश्रयाभिन्ना इति यदा पूर्वं वयम् उक्तवन्तः इदानीम् अत्र किं करोति नीलं घटं स्पृशति चैत्रः चैत्रः नीलं घटं स्पृशति इति लोके व्यवहारः आम् तर्हि एषः एव व्यवहारः नैयायिकाः कथं कुर्वन्ति इति वदतु वाक्यं परिवर्त्य वदतु नीलं खडं स्पृशति चैत्रः इति नैयायिकानां मतानुसारणं व्यवहारः इदानीं नीलाभिन्ना वदतु तादृशवाक्यं वदतु नीलाभिन्न खडनिष्ठ आधेयकर्मत्वे पुनः कर्मत्वनिरूपित कथं वदतु पूर्वस्मिन् पुटे नीलाश्रया भिन्नः यः घटः इति आसीत् खलु वाक्यं तद् दृष्ट्वा वदामि 213 चित्रे अधस्तः अस्ति खलु तादृशं वदतु नीलाश्रयः नीलाश्रया भिन्न यः घटः तन्निष्टं यत् कर्मत्वं तन्निरूपकः यः धात्वर्थः स्पर्शन धात्वर्थः तदनुकूल स्पर्शन तद् अनुकूले स्पर्शनम् इति वक्तुं शक्यते खलु तद् स्पर्शनक्रिया सा स्पर्शनक्रिया अनुकूल यः कृतिः तादृश यः कृतिः तादृश या कृतिः या कृतिः तदाश्रयः चैत्रः इति इति नैयायिकानां लोके अस्तु इत्यत्र स्फुरेतु इत्यत्र इति एवम् अन्वयः भवेत् तत्र विभक्तिबोधितम् अभेदं यदि संसर्गः मन्यामहे संसर्गं मन्यामहे तदा नीलपदार्थस्य खडे अभेदेन अन्वयः इति ब्रूमः सम्बन्धः कीदृशः इति सत्यं सर्वत्र सम्बन्धः वक्तव्यः तर्हि अभेदसम्बन्धेन नील इति पदं घटेन अन्वयः भवति घटपदेन तस्य अन्वयः भवति नीलपदार्थस्य घटे अभेदेन अन्वयः अभेदेन अन्वयस्य केन सम्बन्धेन वर्तते इति चेत् घटे अभेदेन अन्वयः घटस्य कर्मत्वेन अन्वयः कर्मत्वस्य स्पर्शनक्रियया अन्वयः निरूपकत्वेन सर्वत्र सम्बन्धस्य मुख्यत्वम् अस्ति नैयायिकानां तत्र सम्बन्धः भवेदेव सम्बन्धे तेषां मुख्यत्वं नैयायिकानां वर्तते सम्बन्धं विना यदि सम्बन्धे मुख्यत्वं न दद्मः तर्हि यत्किमपि येन केनापि सम्बन्धः भवति यस्य कस्यापि येन केनापि सम्बन्धः भवितुम् अर्हति खलु अतः सर्वत्र सम्बन्धः वक्तव्यः तर्हि अत्र प्रयत्नं करोति वा नीलपदार्थस्य घटे अभेदेन अन्वयः तदनन्तरं घटस्य आधेयत्वसम्बन्धेन कर्मत्वे अन्वयः कर्मत्वस्य निरूपकत्वसम्बन्धेन स्पर्शनक्रियामन्वयः स्पर्शनक्रियायाम् अन्वयः स्पर्शनक्रियायाः अनुकूलत्वसम्बन्धेन कृतौ अन्वयः कृतेः समवायसम्बन्धेन चैत्रे अन्वयः उत्तमम् अतः परम्परासम्बन्धेन इदानीं क्रियाविशेषणचैत्रे अपि आगच्छति वा सत्यम् अत्र तु अत्र अस्मिन् वाक्ये क्रियाविशेषणमेव नास्ति खलु नास्ति तत् नीलः अस्ति क्रियाभिन्नविशेषणमिति वक्तव्यं स्पर्शनम् इत्यत्र मृदुस्पर्शनम् इति तत्र मृदु इति पदं योजयामश्चेत् तत्र अन्ततो गत्वा चैत्रे अन्वयः भवति तस्यापि इदानीं स्पर्शन इदानीं क्रियाविशेषणं नास्ति क्रियाविशेषणं न उक्तं यदि उक्तं तदा क्रियया चैत्रेण सह तस्य परम्परया अन्वयः भवति अन्ततो गत्वा नीलस्यापि चैत्रेण सह अन्वयः भवति परम्परया अस्तु इति क्रियाविशेषणस्य चिन्तनं जातम् उत्तमं धन्यवादः भगिनि अग्रे षष्ट्यर्थ अन्वयः आम् महोदय इत्थमेव नीलेन दण्डेन घटं करोति इत्यत्र नीलपदार्थः दण्डपदार्थे अभेदेन अन्वेति. यदा तु अभेदातिरिक्तसम्बन्धः कर्मत्वाश्रये घटे कर्णत्वाश्रये दण्डे वा विवक्षितो भवति तदा अवशिष्टा षष्ठीविभक्तिः भवति. महोदय किञ्चित् उच्चैः पठति वा? यथा किञ्चित् मन्दं श्रूयते अतः किञ्चित् उच्चैः पठतु. इदानीं सम्यक् एव खलु? इदानीं सम्यक् अस्ति. यथा मैत्रस्य घटं स्पृशति चैत्रः. मैत्रस्य घटं स्पृशति अत्र कर्मत्वकारकाश्रयः घटः. तस्मिन् घटे मैत्रस्य स्वामित्वसम्बन्धः स्वत्वरूपः विवक्षितः इति मैत्रपदोत्तरषष्ठीविभक्तेः सम्बन्धः अर्थः. तस्य घटे अन्वयः तथा च मैत्रसम्बन्धी घटनिष्ठकर्मतानिरूपकस्पर्शनानुकूलकृतिमान् चैत्रः इति बोधः. अस्तु आरभतः एकवारं पुनः पठित्वा पङ्क्तिशः वदतु. आं महोदय, इत्थमेव नीलेन दण्डेन घटं करोति. नीलेन दण्डेन घटं करोति इत्यत्र नीलपदार्थः दण्डपदार्थे अभेदेन अन्वेति. आं महोदय, नीलेन दण्डेन तत्र अभेदः अस्ति, पूर्वमपि दृष्टं खलु तथैव. तर्हि तत्र वाक्यानि वदति वा? नीलपदार्थस्य यथा उपरि लिखितं तदा नीलपदार्थस्य घटे अभेदेन अन्वयः इति भ्रूमः इति लिखितं तथा अत्र सर्वत्र सर्वं वदतु. नीलपदार्थस्य महोदय एकक्षणं, किं कथं वदामि महोदय? तत् उपरि अस्ति खलु अत्र षष्ट्यर्थात् अत्र पूर्वस्मिन् परिच्छेदे अन्तिमवाक्यं नीलपदार्थस्य घटे अभेदेन अन्वयः इति यथा उक्तं तथा अत्र वदतु. नीलपदार्थस्य दण्डे अभेदेन अन्वयः. उत्तमं. तदनन्तरं दण्डपदार्थस्य दण्ड तु अभेदः नास्ति. दण्डपदार्थस्य एवं वक्तव्यं सर्वत्र. पूर्वं किं वाक्यमासीत्? नीलं घटं स्पृशति चैत्रः इति वाक्यमासीत् खलु. इदानीं नीलेन गण्डेन घटं करोति चैत्रः इति वाक्यं. दण्डपदार्थस्य घटे कर्मत्वेन अन्वयः महोदय. दण्डः इति अत्र किं कारकमस्ति? दण्डः करणकारकं. तर्हि किमर्थं घटे कर्मपदत्वेन इति वदति? सम्पूर्णरीत्या दोषाय उक्तवान्. दण्डपदार्थस्य घटे कर्ण न, अत्र दण्डः अपि च घटः अनयोः मध्ये कर्णत्वसम्बन्धः वा? दण्डः तु कारणमस्ति. कारणमस्ति. एकनिमिषं, कारकम् इत्यस्य अर्थः कः? क्रिया यदन्वेति तत् कारकम्. हा, तर्हि इदानीं क्रियया अन्वयः करणीयः. भवान् तु घटेन अन्वयः करोति. नीलपदार्थस्य दण्डे अभेदेन अन्वयः इति समीचीनं. पुनः इदानीं दण्डपदार्थस्य कुत्र अन्वयः? करोति महोदय तर्हि प्रथमं दण्डः कः अत्र दण्डः तु करणकारकं तर्हि तर्हि दण्डपदार्थस्य करणत्वे आदेयत्वसम्बन्धेन अन्वयः करणत्वं कुत्र अस्ति दण्डे तर्हि दण्डपदार्थस्य करणत्वे आदेयत्वसम्बन्धेन अन्वयः इति वक्तव्यम् तदनन्तरम् इदानीं करणत्वं कुत्र अन्वयति कर्णत्वं तर्हि घटे अन्वयति महोदय कारकं सर्वदा क्रियया अन्वयति खलु अस्तु तर्हि करोति इति हा तर्हि तादृशं वदतु करणत्वस्य कर्णत्वस्य आधेय सम्बन्धेन किमर्थम् आदेयसम्बन्धः अत्र आदेयः अस्ति करणत्वं क्रियायाम् अस्ति किम् करणत्वं दण्डे अस्ति खलु दण्डे अस्ति दण्डे इति कृत्वा दण्डपदार्थस्य आदेयतासम्बन्धेन करणत्वे अन्वयः इति भवता उक्तम् इदानीं करणत्वम् अपि च क्रिया अनयोः मध्ये सम्बन्धः वक्तव्यः करणत्वं किं भवति क्रियायाः किं भवति करणत्वं क्रियायाः अत्र उपरि चित्रं पश्यतु कर्मत्वम् अपि च स्पर्शनं तयोः मध्ये शरः अस्ति खलु निरूपकत्वं कर्मत्वम् अपि च स्पर्शनं तयोः मध्ये कः सम्बन्धः अस्ति निरूपकत्वम् एवम् अत्रापि करणत्वस्य इदानीं वदतु करणत्वस्य कर्णत्वस्य करणे करणे करणे करोति इति करणं खलु करणमिति स्पर्शनम् इत्यस्मिन् स्थाने करणमिति स्थातव्यम् कृ धातोः ल्युट् प्रत्ययं योजयित्वा किं किं लभ्यते करणमिति लभ्यते खलु करणमिति भावार्थे तर्हि करणत्वस्य करणे वदतु इदानीं सम्बन्धः वदतु निरूपक भावेन निरूपकत्वेन निरूपकत्वेन अन्वयः निरूपकत्वेन अन्वयेन इत्युक्ते निरूपकत्वसम्बन्धेन अन्वयः अवबुध्यते किम् अवबुध्यते किन्तु किञ्चित् क्लेशः वर्तते भवतु तर्हि तदर्थमेव अहं पृच्छन्नस्मि वदतु अत्र प्रयत्नं करोतु तदा अभ्यासः करोति चेत् लभ्यते एव अस्तु तर्हि नीलपदार्थस्य दण्डेन सह अभेदेन दण्डे दण्डे नीलपदार्थस्य दण्डे अभेदेन अन्वयः तदनन्तरं दण्डपदार्थस्य करणत्वेन करणे क्षम्यतां करणत्वे करणत्वेन नास्ति करणत्वे दण्डपदार्थस्य करणत्वे आदेयत्वेन अन्वयः तृतीयं वाक्यं करणत्वस्य करणे निरूपकत्वेन अन्वयः महोदय तृतीयवाक्यं पुनः पुनः एकवारम् अन्तिम तृतीयवाक्यं करणत्वस्य करणे किमर्थं करणे इति चेत् अत्र करोति इति क्रियापदमस्ति खलु तत्र कृ इति धातुः यत्र उपरि स्पृशति इति वाक्यं तत्र स्पर्शनमिति भवति, अत्र करोति इति करणम् इति भवति. करणम् अत्र तु करणम् इति भावार्थे भावं बोधयति, क्रियां बोधयति करणम्. दण्डेनपि कर्णत्वमस्ति, एतदपि करणम् इति कृत्वा मम मनसि किञ्चित्, किन्तु तादृशः अभ्यासः करणीयः. अस्तु, करणत्वस्य करणे निरूपकत्वेन अन्वयः. अस्तु, तर्हि नीलेन दण्डेन इति यावत् प्राप्तं, नीलेन दण्डेन करोति इति यावत् प्राप्तं, तदनन्तरं घटं करोति, वदतु इदानीम्. करणम् इदानीम् उक्तं, सर्वम् उक्तं, नीलेन दण्डेन करोति इति यावत् उक्तम् इदानीम्, इदानीं घटं करोति, तत्र वदतु घटपदार्थस्य. घटपदार्थस्य घटपदार्थस्य कर्मत्वे करणे अन्वयः. न, कर्मत्वं घटे केन सम्बन्धेन अस्ति? समवायम् न, आदेयत्वसम्बन्धेन अस्ति खलु. कर्मत्वमिति किं, जातिः वा, सप्तपदार्थेषु अन्यतमः वा? न, जाति जातिः अपि नास्ति. कर्मत्वम् इति जातिः नास्ति. अत्र धर्मः, कश्चन धर्मः, सामान्यधर्मः, सप्तपदार्थेषु अन्यतमः नास्ति, कल्पितधर्मः इति कृत्वा अत्र आदेयत्वमिति उपरि चित्रमस्ति खलु महोदय. आम् अस्ति महोदय. घटः कर्मत्वम् अनयोः मध्ये कः सम्बन्धः? आदेयत्वमिति लिखितम्, आदेयत्वम् इति लिखितं, तथैव वक्तव्यं. तर्हि घटपदार्थस्य कर्मत्वे आदेयत्वेन अन्वयः. तदनन्तरं कर्मत्वस्य वदतु. कर्मत्वस्य करणे निरूपकत्वेन अन्वयः. उत्तमम् इति उक्तं. तर्हि इदानीं नीलेन गण्डेन करोति, दण्डेन करोति इति उक्तं, घटं करोति इति अपि उक्तम्. इदानीं करणक्रियायाः अत्र चैत्रः इति स्वीकरोतु, चैत्रः एव कर्ता इति स्वीकरोतु. तर्हि इदानीम् अग्रे वदतु, करणस्य यथा उपरि स्पर्शनस्य कृतौ अनुकूलत्वम् अस्ति, अनुकूलत्वेन सम्बन्धः अन्वयः, तथा अत्र अत्रापि कृतिः भवति वा महोदय? सत्यं, सर्वत्र कृतिः भवति एव खलु, तथा एव अतः एव चैत्रः मुख्यविशेषः, तस्मिन्नेव कृतिः अस्ति इति कृत्वा. वदतु तर्हि करणस्य करणस्य अनुकूलत्वेन कृते कृतौ अन्वयः. उत्तमं, कृतौ अन्वयः, करणस्य कृतौ अनुकूलत्वेन अन्वयः. तदनन्तरं कृत्याः कृतेः अथवा कृत्याः समवायसम्बन्धेन चैत्रे अन्वयः. उत्तमम् इति वक्तव्यम्. बुध्यते खलु, किञ्चित् अभ्यासं करोतु. आं महोदय, बुध्यते महोदय, किन्तु वदनेन तु बहु क्लेशः अस्ति. अतः अभ्यासः करणीयः. अस्तु, इत्थमेव नीलेन दण्डेन करं करोति इत्यत्र नीलपदार्थः दण्डपदार्थे अभेदेन अन्वेति. अस्तु अग्रे, यदा तु अभेद अतिरिक्तसम्बन्धः कर्मत्वाश्रये घटे. नीलः इत्युक्ते किम्? घटे कर्मत्वाश्रये सति अभेदातिरिक्तसम्बन्धः अभेदः तु नीलः अस्ति दण्डे कर्मत्वं तु घटे अस्ति सत्यम् अतिरिक्तसम्बन्धः न बुद्धं महोदय अतिरिक्तसम्बन्धः अत्र वस्तुतः किमपि नास्ति महोदय नीलपदार्थस्य घटेन घटे अभेदेन अन्वयः इति उपरि उक्तं खलु दण्डे नीलपदार्थस्य नीलं घटं स्पृशति इत्यत्र नीलपदार्थस्य घटे अभेदेन अन्वयः खलु हा उपरि अस्तु अस्तु हा नीलेन दण्डेन घटं करोति इत्यत्र नीलपदार्थस्य दण्डेन अभेदेन अन्वयः इति उक्तं खलु उभयत्र अभेदेन अन्वयः इति उक्तम् किन्तु यदि यदा तु अभेद अतिरिक्तसम्बन्धः वक्तव्यं चेत् उभयत्र नीलपदार्थस्य घटे अभेदेन अन्वयः अथवा नीलपदार्थस्य दण्डेन अभेदेन अन्वयः इति उभयत्र अभेदेन अन्वयः इति उक्तं यदि अभेदेन अन्वयः वक्तुम् इच्छा नास्ति अभेद अतिरिक्त इत्युक्ते अभेदं भिन्नम् अभेदं विना अन्यत् किमपि सम्बन्धं वक्तुम् इच्छामः चेत् कर्मत्वाश्रये घटे अथवा करणत्वाश्रये दण्डे वा विवक्षितः भवति तदा किम् करणत्वाश्रये दण्डे वा विवक्षितो भवति तदा अवशिष्टा षष्ठीविभक्तिः भवति हा तर्हि व्याकरणे षष्ठीविभक्तिविवादसिद्धान्तसूत्रं किम् शेषे षष्ठी हा तर्हि अत्र शेष इति पदमस्ति खलु शेषे षष्टि तर्हि शेष इत्यस्य अर्थः कः इति चेत् अभेद अतिरिक्तसम्बन्धः इति अर्थः नैयायिकानां मतानुसारं सर्वत्र विशेषणम् अत्र अभेदेन सम्बध्यते विशेष्येन सह खलु किन्तु तादृशसम्बन्धः यत्र अभेदः न विवक्षितः किन्तु भेदः विवक्षितः चेत् तत्र का विभक्तिः उपयुक्ता भवति इति चेत् षष्ठी विभक्तिः यथा अग्रे वाक्यमस्ति हा इदानीं वदतु पश्यतु यथा यथा मैत्रस्य घटं स्पृशति चैत्रः अत्र अस्तु कर्मत्वकारकाश्रयः घटः सत्यं घटम् इति कर्मत्वकारकाश्रयम् अस्ति तस्मिन् घटे मैत्रस्य स्वामित्वसम्बन्धः स्वत्वरूपः विवक्षितः मैत्रस्य घटम् इति कृत्वा स्वामित्वसम्बन्धः अस्ति महोदय मैत्रः घटम् तत्तु भवतु किन्तु अत्र मुख्यवार्ता का इति चेत् मैत्रस्य इति तत्र षष्ठी अस्ति खलु षष्ठी मैत्रस्य इति पदं केन सह अन्वेति घटं स्पृशति चैत्रः इति त्रीणि पदानि सन्ति तत्र मैत्रस्य इति पदं केन पदेन सह अन्वेति घटम् इति हा घटम् इति पदेन सह अन्वेति किन्तु इदानीम् अत्र अभेदेन अन्वयः वा भिन्नेन भेदेन अन्वयः वा अभेदातिरिक्त अन्वयः हा भेदेन अन्वयः खलु इत्युक्ते पूर्वं किम् उदाहरणमासीत् नीलं घटं स्पृशति इत्यत्र नीलपदस्य यः अर्थः अस्ति सः एव अर्थः घटपदस्यापि तत्र अभेदः अस्ति किन्तु अत्र मैत्रस्य घटम् इत्यत्र मैत्रपदस्य घटेन सह एव अन्वयः मैत्रस्य चैत्रः इति अन्वयः नास्ति मैत्रस्य स्पृशति इति अन्वयः नास्ति मैत्रस्य घटम् इत्यत्र एव अन्वयः तयोः मध्ये एव अन्वयः खलु सम्बन्धः आं किन्तु अत्र सम्बन्धः अभेदसम्बन्धः नास्ति मैत्रस्य घटम् इत्यत्र मैत्रः भिन्नः अस्ति घटं तु भिन्नः अस्ति इत्युक्ते मैत्रे इति पदेन यः पदार्थः उक्तः स च पदार्थः घट इति पदेन न उक्तः खलु सत्यं अत्र अभेदः सम्बन्धः न उक्तः तर्हि कदा कः सम्बन्धः उक्तः इति चेत् स्वामित्वसम्बन्धः उक्तः स्वामित्वसम्बन्धः अत्र कः स्वामी मैत्रः मैत्रः स्वामी तस्य घटमस्ति मैत्रस्य घटं स्पृशति चैत्रः इत्यत्र इति विवक्षितः तदेव विवक्षितः इति कृत्वा अत्र विशेष्यस्य अत्र घटम् इति पदं तस्य विभक्तिः न भवति मैत्रस्य घटं विशेषणस्य सामान्यतया विशेष्यस्य या विभक्तिः वचनं लिङ्गं तदेव विशेषणस्यापि भवति खलु किन्तु अत्र एकार्थबोधकत्वं नास्ति इति कृत्वा मैत्रम् इति विशेषणं नास्ति किन्तु घटेन सह तस्य सम्बन्धः अस्ति स्वामित्वसम्बन्धः अस्ति इति कृत्वा अग्रे इति मैत्रपदोत्तर षष्ठीविभक्तेः सम्बन्धः अर्थः हा अत्र अभेदः अर्थः नास्ति किन्तु सम्बन्धः स्वामित्वसम्बन्धः अर्थः तर्हि अत्र भवानेव वदतु अग्रे पठनात् पूर्वं यथा पूर्वम् अस्माभिः उक्तं नीलपदार्थस्य घटे अभेदेन अन्वयः इति भवति तथा अत्र मैत्रपदार्थस्य मैत्रपदार्थस्य घटे स्वामित्वसम्बन्धेन अन्वयः उत्तमं बहु उत्तमम् इति अवगन्तव्यं मैत्रपदस्य घटे स्वामित्वेन अन्वयः अस्तु अग्रे तथा च मैत्रसम्बन्धि घटनिष्ठकर्मता निरूपकस्पर्शनानुकूलकुटिमान् चैत्रः इति बोधः ओ अस्तु नैयायिकरूपेण मैत्रस्य घटं स्पृश्चैत्रः वदति अस्तु तर्हि केवलम् अभ्यासार्थं पुनः अत्र एकवारं सर्वाणि वाक्यानि वदति वा मैत्रस्य मैत्रस्य घटे स्वामित्वेन अन्वयः अस्तु इदानीं घटस्य घटस्य कर्मत्वे आधेयत्वेन अन्वयः उत्तमम् इदानीं कर्मत्वस्य कर्मत्वस्य स्पर्शने निरूपकत्वेन अन्वयः उत्तमम् इदानीं स्पर्शनस्य स्पर्शनपदार्थस्य कृतौ अनुकूलत्वेन अन्वयः उत्तमम् इदानीं कृतेः कृत्याः चैत्रे समवायेन अन्वयः उत्तमम् इदानीं भवता समीचीनतया उक्तं खलु तत्र अभ्यासः जातः धन्यवादः अतः क्लेशः नास्ति अस्तु उत्तमम् तर्हि शेषत्वं व्याकरणे शेषे षष्ठी इत्यत्र शेषत्वं नाम किम् इति चेत् यत्र अभेदः न उक्तः तत्र सर्वत्र शेषत्वं भवति अस्तु मेहुल् महोदय अग्रे आम् प्रथमान्तार्थस्य मुख्यविशेषत्वे अपि इतरासां द्वितीयादिविभक्तीनां ये अर्थाः कारकरूपाः तैः धात्वर्थान्वयिनः भवन्ति इति स्पष्टं दर्शितम् अस्माभिः स्थाल्याम् अपाक्षीत् चैत्रः इत्युदाहरणे नैषा षष्ठी तथाविधा न हि तदर्थः सम्बन्धः क्रियान्वयी न हि एवं भवति घटस्य आनयति चैत्रस्य पचति किन्तु घटस्य शकटम् आनयति चैत्रस्य ओदनं पचति इति उभयत्र षष्ट्यर्थसम्बन्धः शकटे ओदने वा अन्वेति न धात्वर्थे. अस्तु, अत्र नैयायिकानां मतानुसारं प्रथमान्तं यत् पदमस्ति सः एव मुख्यविशेषः अस्ति. तथापि अन्यानि अन्ये ये विभक्तपदानि सन्ति, इत्युक्ते द्वितीयादि विभक्त्यन्तपदाः पदानि सन्ति, ते कारकरूपाः सन्ति, तेषाम् अन्वयः धात्वार्थे भवन्ति इति एतावत्पर्यन्तं वयं दृष्टवन्तः. अस्तु, अत्र समीचीनं महोदय. अत्र अपि इति पदमस्ति खलु, किमर्थम् अत्र अपि इति पदं प्रयुक्तम्? मुख्यविशेषत्वे अपि, अपि इति पदं किमर्थं प्रयुक्तम्? अत्र प्रथमाविभक्त्यां यः मुख्यविशेषः अस्ति तत्र कारकं नास्ति खलु, तत्र प्रातिपदिकार्थे प्रथमा इति अस्ति अतः इति नास्ति. अत्र अपि अपि शब्दः किमर्थं प्रयुक्तः इति चिन्तनीयं भवता. प्रथमान्तार्थस्य मुख्यविशेष्यत्वे अपि इतरासां धात्वर्थान्वयिनः भवन्ति इति अस्ति. अत्र मुख्यविशेष्यः यत् अस्ति तस्य धात्वार्थे अन्वयः अस्ति, तथापि अन्यानि पदानि अपि धात्वार्थान्वयिनः भवन्ति इति तत्र अस्य अस्य उत्तरं मया पूर्वमुक्तम्. अस्तु, भवतु, अहं पुनः एकवारं वदामि. सामान्यतया मुख्यविशेष्यः इति वदामश्चेत् सर्वेषां पदानाम् अन्वयः मुख्यविशेष्ये भवति चेदेव तत्र मुख्यत्वं सिद्ध्यति खलु तस्य. तथापि इति अत्र नैयायिकानां मतानुसारं प्रथमान्ते यत्पदमस्ति तत्रैव मुख्यविशेष्यता अस्ति इति तु सत्यं. तथापि सर्वेषां पदानां मुख्यविशेष्ये अन्वयः इति नास्ति. क्रियायाः अन्वयः मुख्यविशेष्ये भवति, किन्तु अन्येषां पदार्थानाम् अन्वयः कुत्र भवति? धात्वार्थे भवति, क्रियायां भवति. धात्वार्थः इत्युक्ते क्रिया, क्रिया, सत्यं, क्रियायां. तदेव कारक. सर्वेषां पदानाम् अन्वयः क्रियायां भवति, क्रियायाः अन्वयः मुख्यविशेष्ये भवति. यद्यपि मुख्यविशेष्यः इति उक्तः, तर्हि मुख्यविशेषः इति चेत् सर्वेषां पदानां मुख्यविशेष्ये अन्वयः इति न आगन्तव्यम्. बुध्यते खलु? ततः अतः एव अत्र अतिपदं प्रयुक्तं. बुध्यते, अत्र मुख्यविशेष्यम् इति उक्ते चेदपि, उक्तं चेदपि अत्र क्रियायाः क्रियायाः अन्वयः एव मुख्यविशेष्ये भवति. अन्येषां कारकाणाम् अन्वयः क्रियायां भवति, किन्तु षष्टिविभक्त्या उक्तं पदं कुत्र अन्वयः भवति तस्य? तस्य अन्वयः तु मुख्यविशेष्ये भवति, नास्ति चैत्रे न भवति वा? न षष्टिविभक्त्या उक्तं पदं मैत्रस्य घटं स्पृशति चैत्रः. तत्र तु इति वाक्यं स्वीकरोतु, मैत्रस्य घटं स्पृशति चैत्रः इति वाक्ये चैत्रस्य कस्य अन्वयः चैत्रे भवति? कस्य अन्वयः चैत्रे भवति? अस्तु, स्पृशति इत्यस्य अन्वयः चैत्रे भवति खलु? सत्यं, कृतिः चैत्रे वर्तते इति कृत्वा स्पृशति स्पर्शनक्रियायाः अन्वयः चैत्रे भवति इति कृत्वा सः मुख्यविशेष्यः भवति. किन्तु इदानीं घटं स्पृशति इत्यत्र घटस्य अन्वयः कुत्र भवति? घटस्य घटं स्पृशति इति घटस्य अन्वयः तु कर्मत्वे भवति, अग्रे कर्मत्वस्य अन्वयः स्पर्शने भवति इति कृत्वा इदानीं किञ्चित् परिवर्त्य वक्तुं शक्यते, घटस्य अन्वयः कर्मत्वेन स्पर्शने भवति इति वक्तुं शक्यते खलु? आम् सत्यं, घटस्य अन्वयः कर्मत्वे आदेयत्वेन भवति, तदनन्तरं कर्मत्वस्य अन्वयः स्पर्शने निरूपकत्वेन भवति इति द्विवारम् अनुक्त्वा घटस्य अन्वयः कर्मत्वेन स्पर्शने, घटस्य स्पर्शने कर्मत्वेन अन्वयः इति साक्षात् वक्तुं शक्यते खलु? वक्तुं शक्यते, इत्युक्ते तत्र चित्रे यदि घट अपि च कर्मत्वम् अनयोः मध्ये सरः स्थापयामश्चेत् तदनन्तरं कर्मत्वमपि च स्पर्शनं तत्र सरः स्थापयामश्चेत् अत्र तादृशमपि न वक्तव्यम्, इत्युक्ते घट अपि च स्पर्शनं अनयोः मध्ये सरः स्थापनीयः, घटः अपि स्पर्शनं तत्र शरस्य उपरि कर्मत्वम् इति लेखनीयम्। यदा पूर्वं सम्बन्धं लिखितवन्तः तदा इदानीं कर्मत्वम् इति लेखनीयम्। कर्मत्वम् इति सम्बन्धः, कर्मत्वमेव सम्बन्धत्वेन स्वीकुर्मश्चेत्, कर्मत्वमिति सम्बन्धत्वेन स्वीकुर्मश्चेत् घटस्य स्पर्शने कर्मत्वेन अन्वयः, स्पर्शनस्य चैत्रे समवायेन सम्बन्धः सम्बन्धः, स्पर्शनमिति क्रिया साक्षात् चैत्रे भवितुमर्हति खलु समवायसम्बन्धेन, किं मेहुल् महोदय? तर्हि अत्र पूर्वस्मिन् चित्रे एवं लेखितुं शक्यते, घटः अपि च स्पर्शनम् अनयोः मध्ये शरं स्थापयित्वा तत्र उपरि कर्मत्वम् इति लिखितुं शक्यते, लिखितुं शक्यते, तदा किं भवति घटस्य स्पर्शने कर्मत्वेन अन्वयः, तदनन्तरं स्पर्शनस्य चैत्रे समवायेन अन्वयः, स्पर्शनमिति क्रिया समवायेन चैत्रे भवितुमर्हति खलु? भवितुमर्हति, सत्यम् इति कृत्वा तादृशं लेखितुं शक्यते। तर्हि क्रियायाः अन्वयः चैत्रे, किन्तु कारकस्य कर्मकारकस्य अन्वयः स्पर्शने, इदानीं मैत्रस्य अन्वयः कुत्र? मैत्रस्य अन्वयः तु घटे एव स्वामित्वेन, चैत्रे इति न वक्तव्यं, स्पर्शने इति अपि न वक्तव्यम्, घटे एव, मैत्रस्य घटे अन्वयः केन सम्बन्धेन? स्वामित्वेन, स्वामित्वसम्बन्धः अथवा कस्मिंश्चित् सम्बन्धेन, कस्मिंश्चित् सम्बन्धः, अभेदसम्बन्धेन नास्ति, नास्ति, अभेद अतिरिक्तसम्बन्धे, अभेद अतिरिक्त स च सम्बन्धः यत्किमपि भवितुमर्हति इति कृत्वा अभेद अतिरिक्तसम्बन्धेन अन्वयः। अस्तु, तदेव अत्र लिखितमस्ति, प्रथमान्तार्थस्य मुख्यविशेष्यत्वे अपि, यद्यपि चैत्रस्य एव मुख्यविशेषता अस्ति, चैत्रे एव मुख्यविशेषता अस्ति, तथापि केवलं क्रिया एव समवायेन मुख्यविशेष्ये अन्वेति, अन्यत् सर्वं तत्र कर्मत्वसम्बन्धेन वा करणत्वसम्बन्धेन वा सम्प्रदानत्वसम्बन्धेन वा अपादानत्वसम्बन्धेन वा अधिकरणत्वसम्बन्धेन वा क्रियायाम् अन्वेति अन्वयः, किन्तु मैत्रस्य घटेन अन्वयः स्वामित्वसम्बन्धेन अन्वयः, षष्ठी तादृशं नास्ति, षष्ठी अत्र इतोपि एकं वाक्यमस्ति, कारकरूपाः ते धात्वर्थ अन्वयिनः भवन्ति इति स्पष्टं दर्शितम् अस्माभिः स्थाल्याम् अपाक्षीत् चैत्रः इति उदाहरणे, अत्र स्थाल्याम् अपाक्षीत् चैत्रः इत्यत्र किञ्चित् परिशीलयतु, अत्र स्थाल्याम् अपाक्षीत् चैत्रः, स्थाल्याः स्वामित्वना किं सम्बन्धेन, स्थाल्याम् अपाक्षीत् चैत्रः, स्थाल्याम् इत्यत्र का विभक्तिः? सप्तमी विभक्ति खलु, तर्हि सप्तमी कस्मिन् अर्थे? अधिकरणार्थे. तर्हि अधिकरणत्वसम्बन्धेन. अधिकरणत्वसम्बन्धेन. तर्हि स्थाल्याः, स्थाल्या इति अथवा स्थाली इत्यस्य, स्थाल्याः स्थाली इत्यस्य इति इत्यत्र स्थाल्याः इति सत्यं. स्थाल्याः अत्र चैत्रे नास्ति, पचने. स्थाल्याम् अपाक्षीत्, अपाक्षीत् इति पच् धातुः. ओ, पच् धातुः. लङ् लङ् लङ् अस्तु अस्तु. हा, तर्हि स्थाल्याः लुङ् लङ् नास्ति, लुङ् अस्तु अस्तु अस्तु. स्थाल्याः पचने, पचने अधिकरणसम्बन्धेन अन्वयः, अधिकरणेन अधिकरणत्वेन अन्वयः, अधिकरणत्वेन अन्वयः. हा, स्थाल्याः पचने अधिकरणत्वेन अन्वयः. न एषा षष्ठी तथाविधा इत्युक्ते अधिकरणत्वेन वा कर्मत्वेन वा करणत्वेन वा क्रिया सह अन्वयः न वक्तुं शक्यते. न हि तदर्थ, न हि तदर्थः सम्बन्धः क्रियान्वयी, तस्य सम्बन्धः क्रिया सह नास्ति. सत्यम्. अस्तु, अग्रे. नहि, नहि एवं भवति घटस्य आनयति चैत्रस्य पचति. तत्रापि घटस्य चैत्रस्य इति षष्ठी विभक्त्यामस्ति, तत्रापि क्रियया सह तस्य सम्बन्धः नास्ति. किन्तु एतादृशवाक्यं न भवति, घटस्य आनयति इति वाक्यं न भवत्येव. न भवति. किन्तु चैत्रस्य पचति, चैत्रः पचति, घटम् आनयति इति एव भवति वाक्यानि. आम् आम् आम् सत्यं. घटस्य आनयति, चैत्रस्य आनय पचति इति वाक्यानि न भवन्ति. न भवति. सत्यम्. किन्तु किन्तु घटस्य शकटम् आनयति, चैत्रस्य ओदनं पचति इति तादृशम् एव वाक्यानि भवन्ति. उभयत्र अत्र षष्ट्यर्थसम्बन्धः शकटे ओदने वा अन्वयति, न तु धात्वर्थे इति. अतः क्रिया, क्रियया सह तेषाम् अन्वयः न भवति, परन्तु अत्र शकटे अथवा घटस्य शकटम् इत्यत्र घटस्य शकटे यत्किमपि सम्बन्धेन अन्वयः भवति, चैत्रस्य इति ओदने एव अन्यत् इत्युक्ते किं वदेम, अभेदाभिन्न अभेदातिरिक्तसम्बन्धेन अन्वयः भवति. तत्सर्वं भवतु, किन्तु इदानीं घटस्य शकटम् आनयति इत्युक्ते घटस्य कुत्र अन्वयः? शकटे अन्वयः. हा, शकटम् इति किम् अत्र? किमपि कारकं खलु? हा सत्यं, कारकं. हा, तर्हि घटस्य कारके अन्वयः, न तु क्रियायाः अन्वयः. न तु क्रिया, न तु क्रिया. मुख्यविशेष्ये अपि तस्य अन्वयः नास्ति, क्रियायामपि तस्य अन्वयः नास्ति, किन्तु कारके अन्वयः. कारके अन्वयः. तर्हि एवं वक्तव्यं, क्रियायाः अन्वयः मुख्यविशेष्ये, कारकाणाम् अन्वयः क्रियायां, सम्बन्धस्य अन्वयः कारके, कारके अथवा कारकेषु, कारकेषु इति भवति. भवान् एतद् अत्र घटस्य शकटम् इति अवगच्छति किम्? अत्र कीदृशसम्बन्धः उक्तः? घटस्य शकटम् इत्युक्ते अत्र यः शकटः इत्युक्ते काट् यत् अस्ति, तत्र बहवः घटाः सन्ति इति वा? नास्ति. इत्युक्ते शकटं सम्पूर्णघटेन अत्र पूरितमस्ति, बहवः घटाः शकटे अस्ति, तत् आनय, तम् आनयति इति. घटस्य शकटम् शकटं यदस्ति इत्युक्ते शकटे घटाः सन्ति, अतः घटस्य शकटम् इति भवति. न, घटे यदि घटे शकटे घटाः न सन्ति, तर्हि एतादृशवाक्यं न वक्तुं शक्यते किम्? घटस्य शकटम् आनयति. अत्र आधारादेव भावः अस्ति वा? शकटे शकटम् इति आधारः, घटः इति आदेयः, कस्य अत्र भवतु, अत्र किञ्चित् ओ इत्युक्ते अधिकरण अधिकरणादि अधिकरणमस्ति, शकटमिति अधिकरणम् अधिकरणम् अस्ति इति कृत्वा, किन्तु अधिकरणं भवितुम् अर्हति, हा भवितुम् अर्हति सत्यम्, इत्युक्ते घटं तत्र स्थापितम् अस्ति, अतः स्थापितम् इति न, स्थापितुं शक्यते, स्थापितुं शक्यते, हा स्थापितुम् इत्युक्ते कुलालः अस्ति, कुलालेन बहवः घटाः कृताः इति चिन्तयतु, तर्हि शकटम् आनयति किमर्थं? घटान् स्थापितुं शकटम् आनयति, तर्हि कुलालः वदति शकटम् आनयतु इति, तर्हि यः शृणोति सः वदति किं शकटं मया मया आनेतव्यं, डु यू वाण्ट् मी टु ब्रिङ्ग् युवर् कार् विच् इन् विच् यू विल् गो होम्, आर् डु यू वाण्ट् मी टु ब्रिङ्ग् द कार् वेहिकल् इन् विच् द गटर्स् विल् गो, सो हि सेस् गटस्य शकटम् आनयतु इति कश्चन सम्बन्धः, तस्य सम्बन्धः कः इति न उक्तम् अत्र, सत्यं तदेव अत्र सामान्यसम्बन्धः, सामान्य तत्र स्थापितं आनेतुं यत् शकटम् अर्हमस्ति तादृशशकटम् आनयतु इति, अत्र घटाः सन्ति शकटे इति कृत्वा घटस्य शकटम् इति नास्ति, तादृशसामर्थ्यं शकटे अस्ति इति एव, एवं चैत्रस्य ओदनं पतति, चैत्रस्य ओदनं पचति इत्यत्र चैत्रार्थम् ओजनं पतति वस्तुतः खलु, सत्यं कस्य कृते ओदनस्य पचनं भवति, चैत्राय ओजनं पचति, सत्यं चैत्राय वस्तुतः चैत्राय ओजनं पचति, किन्तु चैत्राय ओदनं पचति इत्यत्र सम्प्रदानसंज्ञा सम्प्रदानकारकं विवक्षितमस्ति, किन्तु न विवक्षितं चेत् चैत्रस्य ओदनं पचति, तत्र चैत्रः स्वयं खादितुं शक्यते, नो चेत् चैत्रं तम् ओदनं स्वीकृत्य तस्य शिशुमपि, तर्हि कश्चन सम्बन्धः, चैत्रं चैत्रस्य ओदनं इत्यत्र चैत्राय ओदनं चैत्रस्य ओदनम् इत्यत्र चैत्राय ओदनम् इत्यत्र सम्प्रदानसंज्ञा सम्प्रदानकारकं विवक्षितम्, चैत्रस्य ओदनम् इत्यत्र सम्प्रदानकारकं न विवक्षितम्, यदि चैत्राय ओदनं पतति पचति इति वदामः तर्हि चैत्रस्य अन्वयः कुत्र, चैत्राय ओदनं पचति इति वाक्यमस्ति चेत् चैत्रस्य केन सह अन्वयः, पचति इत्यत्र खलु, सत्यं, तर्हि अस्माकं सामान्यवाक्यं तादृशं वदतु, चैत्रस्य चैत्रस्य पच् पच् पचन क्रिय पचन पच् धातोः पचने अपचने केन अन्वयः कस् कस्य केन सम्बन्धाय अत्र कीदृशकारकं सम्प्रदान खलु, सत्यं सम्प्रदाय सम्प्रदानसम्बन्धेन अथवा सम्प्रदायत्वेन अन्वयः, सम्प्रदायत्वेन चैत्रस्य, यदि वाक्यं चैत्राय ओदनं पचति इति आसीत् तर्हि चैत्रस्य पचने सम्प्रदायत्वेन अन्वयः, किन्तु चैत्रस्य ओदनं पचति इति वाक्यमस्ति चेत् इदानीं चैत्रस्य चैत्रस्य ओदने केन सम्बन्धेन अन्वयः, यत्किमपि सामान्यसम्बन्धेन पचसम्बन्धः यत्किमपि भवतु, अभेदातिरिक्तसम्बन्धः इति, हा इत्युक्ते सामान्यसम्बन्धेन अभेद अतिरिक्तसम्बन्धेन अन्वयः अन्वयः उत्तमम् इति भेदः, चैत्राय ओजनं पचति इत्यत्र चैत्रस्य पचने सम्प्रदायत्वेन अन्वयः, चैत्रस्य ओदनं पचति इत्यत्र चैत्रस्य ओदने अभेद अतिरिक्तसम्बन्धेन अन्वयः उत्तमम् उभयत्र षष्ट्यर्थसम्बन्धः शकटे ओदने वा अन्वेति न तु धात्वर्थे एवं घटस्य शकटम् आनयति इत्यत्रापि घटस्य शकटे अभेद अतिरिक्तसम्बन्धेन अन्वयः उत्तमम् अस्तु समयः जातः अत्र स्थगेम किन्तु अत्र शेषे षष्ठी इत्यस्य विवरणं कथं ते वदन्ति इति पश्यन्तु समीचीनबोधः जायते यः यत् करणं नास्ति अपादानं नास्ति सम्प्रदानं नास्ति तत्र एव शेषः इत्युक्ते सम्बन्धः यत् अस्ति तत् षष्ठीभक्त्याम् उक्तमस्ति तस्य सम्बन्धः किन्तु तादृशं वैयाकरणवर्गे व्याकरणवर्गेषु वद यत्र यत्र किमपि सम्बन्धः नास्ति तत्र इति किन्तु अत्र सम्बन्धः उक्तः अत्र तु सम्बन्धः उक्तः स च सम्बन्धः कः इति अपि उक्तः कुत्र सम्बन्धः इति अपि उक्तः केवलं तारकस्य अभावः तारकस्य अभावः षष्ठी इति नास्ति अत्र कश्चन सम्बन्धः अस्ति कुत्र सम्बन्धः अस्ति तत्र कीदृशसम्बन्धः इति एतत् सर्वम् अत्र स्पष्टतया भवति अबोधः भवति समीचीनं खलु भवति सत्यं हा इति स्पष्टतया अत्र अवबोधः जायते अस्तु अग्रिमे वर्गे इतोपि चिन्तयनं कुर्मः सर्वेषु नमस्कारः धन्यवादः